शनै शनैरुपरमे बुद्ध्वा धृति गृहीतया आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् यतो यतो निश्चलति मनश्चञ्चलमस्थिरम् ततस्ततो नियमैतत् आत्मनेवावशङ्नयेत् प्रशान्तमनसं हीनम् योगिनं सुखमुत्तमम् उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् युञ्जन्नेवं सदात्मानं योगी विगत कल्मषः सुखेन ब्रह्म संस्पर्शम् अत्यन्तं सुखमश्नुते सर्वभूतस्तमात्मानं सर्वभूतानि चात्मनि ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति तस्याहं न प्रणश्यामि स च मे न प्रणश्यति सर्वभूतस्थितं यो मां भजति कत्वमस्थितः सर्वथा वर्तमानोऽपि स योगी मयि वर्तते आत्मोपमेन सर्वत्र समं पश्यति अर्जुन सुखं वा यदि वा दुःखं स योगी परमो मतः अर्जुन उवाच योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन एतस्याहं न पश्यामि चञ्चलत्वस्थितिं स्थिराम् चञ्चलं हि मनः कृष्ण प्रमाति बलभद्रिणम् तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् श्रीभगवानुवाच असंशयं महाबाहो मनो दुर्निग्रहं चलम् अभ्यासेन तु कौन्तेय वैराग्येन च गृह्यते असंज्ञातात्मना योगो दुष्प्रापादीने मतिः वशत्मना तु यतता शक्यो वक्तुमुपायतः अर्जुन उवाच अयति श्रदयोपेतो योगचलितमानसः अप्राप्य योगसं सिद्धिं कां गतिं कृष्ण गच्छति कच्चिन्नो भयविभ्रष्ट श्चीनाभ्रमितो नश्यति अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पति एतन्मे संशयं कृष्ण चेत्तुर्मनस्य शेषतः त्वदन्य संशयस्यास्य चित्तानायुपपद्यते श्रीभगवानुवाच पातल नैवेह नामोत्र विनाशस्तस्य विद्यते न हि कल्याणकृत् कश्चित् दुर्गतिं तात गच्छति प्राप्य पुण्यकृतं लोकान् उषित्वा शाश्वती समः शुचीनां श्रीमदाङ्गेः योगभ्रष्टोऽभिजायते अथ वा योगिनामेव कुले भवति धीमताम् एतद्धि दुर्लभतरम् लोके जन्मा यदि दृशम् तत्र तम् बुद्धिसंयोगम् लभते पौर्वदेहिकम् यत ते च ततो भूयः संसिद्धो कुरु नन्दन पूर्वाभ्यासेन तेनैव ह्रियते याशोऽपि सः जिज्ञासुरापि योगस्य शब्दब्रह्माति वर्तते प्रयत्नाद्यातमानस्तु योगी संशुद्ध किल्विषः अनेक जन्म संसिद्ध ततो याति परां गतिम् तपस्वीभ्योऽधिको योगी ज्ञानीभ्योऽपि मतोऽधिकः कर्मभ्योश्चाधिको योगी तस्माद्योगी भवार्जुन योगी नामापि सर्वेषाम् मद्गतेनान्तरात्मना श्रद्धावान् भजते यो मा स मे युक्तो तमो मदः इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ध्यानयोगो नाम षष्ठोऽध्यायः।